अथ द्वादशोऽध्यायः अर्जुन उवाच एवं सततयुक्ताये भक्ता स्वां परुपासते ये चाप्याक्षरमव्यक्तम् तेषां के योगवित्तमः श्रीभगवानुवाच मय्यावेश्यमनो ये मां नित्ययुक्ता उपासते श्रद्धया परयोपेता ते मे युक्ततमामतः ये तत्क्षरमनिर्देशम् अव्यक्तम् पर्युपासते सर्वत्र गमचिन्त्यम् च कूटस्थामजलम् भृवम् सन्नियमिन्द्रियग्रामम् सर्वत्र समबुद्धयः ते प्राप्नुवन्ति मामेव सर्वभूता हिते रतः क्लेशोऽधिकतरस्तेषाम् अव्यक्ता सप्तचेतसा अव्यक्ता हि गतिर्दुःखम् देहाद्वीरवाप्यते ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्परः अनन्येनैव योगेन माम् ध्यायन्ता उपासते तेषामहम् समुद्धर्ता मृत्युसंसार सागरा भवामि न चिरात् पार्थ मय्यावेशीत चेतसा मय्येव मनादत्स्व मयि बुद्धिम् निवेशय निवशिष्यसि मय्येव अत ऊर्ध्वम् न संशयः अत चित्तम् समाधातुम् न शक्नोषि मयि स्थिरम् अभ्यासयोगिन ततो मामीचाप्तुम् धनञ्जय अभ्यासेऽप्यसमर्थोऽसि मत्कर्म परमो भव मदर्थमपि कर्माणि कुर्वन् सिद्धिम् अवाप्स्यसि अथैतदप्यशक्नोऽसि कर्तुम् मद्योगमाश्रितः सर्वकर्मफलत्यागम् ततः कुरु यतात्मवा श्रेयो हि ज्ञानमभ्यासात् ज्ञानाध्यानम् विशिष्यते ध्यानः कर्मफलत्यागः त्यागच्छन्दीरनन्तरम् अद्विष सर्वभूतानम् मैत्रः करुण एव च निर्ममो निरहङ्कारः समदुःख सुखक्षमी सन्तुष्टः सततम् योगी यतात्मा दृढनिश्चयः मय्यर्पितमनो बुद्धिर् यो मद्भक्तः स मे प्रियः यस्मान्नो द्विजते लोको लोपन्नो द्विजते जयः हर्षमर्ष भयद्वेगे मुक्तो यः स च मे प्रियः अनपेक्ष शुचिर्दक्ष उदासीनो गतव्यतः सर्वरम्भ परित्यागी यो मद्भक्तः स मे प्रियः यो न हृष्यति न द्वेष्यति न शोचति न काङ्क्षति शुभाशुभ परित्यागे भक्तिमान्यः स मे प्रियः समशत्रौ च मित्रे च तथा मानवमानयोः शीतोष्णसुखदुःखेषु समः सङ्गः विवर्जितः तुल्यनिन्दा स्तुतिर्मौनि सन्तुष्टो येन केनचित् अनिकेतः स्थिरमतिः भक्तिमान मे प्रियो नरः ये तु धर्मामृतमिदम् यथोक्तम् पर्युपासते श्रद्धधाना मत्परमा भक्तास्तेतीव मे प्रियः इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायाम् योगशास्त्रे श्रीकृष्णार्जुनसंवादे भक्तियोगो नाम द्वादशोऽध्यायः।